अस्तु, गतसप्ताहे वृत्तिनियामकाः इति केचन सम्बन्धाः अस्माभिः भगिनि नमस्ते. अस्तु, वृत्तिनियामकाः इति केचन सम्बन्धाः दृष्टाः अस्माभिः, अपि तु वृत्तिनियामकत्व अभावविषये अपि चर्चा जाता. इदानीं किञ्चित् पुनःस्मरणरूपेण किञ्चित् चर्चां कृत्वा अग्रे सरेम. वृत्तिनियामकत्वम् इत्युक्ते किं ज्ञायते? रामप्रिया भगिनी वदति वा? आं भगिनि, आधार आदेयभावः निश्चितः अस्ति चेत् वृत्तिनियामकत्वम्. समीचीनम्. अस्तु, तर्हि के के सम्बन्धाः वृत्तिनियामकाः? यदा संयोगः, संयोगसम्बन्धः, समवायः, स्वरूप सम्बन्धः, कालिकसम्बन्धः, चत्वारः सम्बन्धाः वृत्तिनियामकाः. समीचीनम्. अस्तु, तर्हि केन आगतं नूतन? हरि ओम्. नूतनतया केनापि आगतं वा? अस्तु, सुनील् महोदय, प्रत्येकं सम्बन्धविषये उदाहरणानि दीयतां कृपया. तत्र भूतले घटः वर्तते, तत्र घटभूतलयोः आधारादेभावः इति. तर्हि वाक्यं किम् अस्ति संयोगसम्बन्धविषये? भूतले घटः इति. आम्, समीचीनम्. अग्रे समवाय, तर्हि घटभूतलयोः कीदृशसम्बन्धः? घटभूतलयोः संयोगसम्बन्धः. तर्हि आधार आदेयभावः इति कीदृशं वर्णनं कथं कुर्मः? तत्र भूतले भूतले घटः अस्ति इति आधार आदेयभावः सिद्ध्यति. आम्, आधारः कः, आदेयः कः? घटे आधेयता अस्ति, भूतले आधारः. आधारता वा अधिकरणता अस्ति इति. अग्रे समवायसम्बन्ध. अग्रे घटे रूपं वर्तते इति, तत्र समवायसम्बन्धः. समीचीनम्. अनन्तरं इदानीं वयं नूतनतया आत्मनि ज्ञानं वर्तते इति, अथवा ज्ञानाधिकरणम् आत्मा इति. तदपि कीदृशसम्बन्धः? तत्र ज्ञानाधिकरणमिति, तत्रापि समवायसम्बन्धः. समवायसम्बन्धः, यत्र अधिकरणम् इति वदामः तत्र समवायसम्बन्धः अस्ति. अग्रे रामप्रिया भगिनी अग्रे अनुवर्तयति वा? आं भगिनि, कालिकसम्बन्धः किल. आम्, कालिकसम्बन्धविषये ददातु. सर्वाधारः अस्ति कालिकसम्बन्धः. उदाहरणं कश्चन पदार्थः कुत्र वर्तते कालिकसम्बन्धेन? महाकाले घटः वर्तते कालिकसम्बन्धेन. अग्रे स्वस्य वर्तते, घटः स्वस्य वर्तते स्वरूपसम्बन्धेन. घटाभावः इति, घटाभावः, क्षम्यताम्, घटाभावः भूतले वर्तते प्रसङ्गे तत्र स्वरूपसम्बन्धेन वर्तते. अस्तु, तर्हि विषयं जानीमः. तर्हि वृत्तिनियामकत्व अभावः इत्युक्ते किं सुनील महोदय? तत्र सम्बन्धेन न वर्तते इति अहं चिन्तयामि. इत्युक्ते आधाराधेयभावः नास्ति इति, अथवा संयोगघटः संयोगसम्बन्धेन भूतले न वर्तते इति, तत्र प्रतिनियामकः अभावः इति चिन्तयामि. वृत्ति अनियामकत्वं तु न अभवत् खलु? न अभवत् भगिनि, न अभवत्. अस्तु, क्षम्यताम्. अस्तु अस्तु, तर्हि अग्रे पठेम. रामप्रिया भगिनी आरम्भं करोति वा? आम् भगिनि. तस्य वृत्तिनियामकत्वे विवादः कस्मात् आरभ्य? आम्, विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः. सर्वमपि इदं विवरणं विषयतासम्बन्धं सम्बन्धम् उपक्रम्य कृतं, यथा च संयोगादिसम्बन्धैः अयम् अत्र वर्तते इति आधार आधेयभावसाधकः प्रत्ययः भवति, तदा विषयतास्थले अपि प्रत्ययः भवति इति नैयायिकमूर्धन्यानां घटाधरभट्टाचार्याणाम् अयम् आशयः. विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते, विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः समीचीना एव, तथा च वर्तते इत्येवम् आकारः अस्ति इति विषयतासम्बन्धस्थले अपि आधार आधेयभावः भवति, अतः सः अपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शनेन अवगच्छामः. तत्र तु इदं सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतम्. पूर्वं वयं संयोगसमवायस्वरूपकालिकसम्बन्धविषये दृष्टवन्तः, अत्र विषयतासम्बन्धं विषये अत्र अस्ति तस्य विवरणमस्ति. यथा च संयोगादिसम्बन्धैः तत्तु अयम् अत्र वर्तते इति आधार आदेयभावसाधकः प्रत्ययः भवति, तदा विषयतास्थले प्रत्ययः भवति इति घटाधरभट्टाचार्याणाम् आचार्याः नैयायिकाः तस्य मतं यत् अस्ति संयोगादिसम्बन्धैः अयम् अत्र वर्तते इति, यदा घटः अत्र वर्तते इति अस्ति, तत्र आधार आधेयभाव भावः भवति, तदानीमेव विषयता सम्बन्धविषये अपि भवति इति तस्य विचारणमस्ति महोदयस्य नैयायिकानां तस्य विषयमस्ति. विषयतासम्बन्धेन घटे घट विषयकं ज्ञानं वर्तते, विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः समीचीना एव. यत्र वयं पूर्वमेव दृष्टवन्तः अयं घटः इति ज्ञानम् इति, तत् विषयतासम्बन्धेन आत्मनि वर्तते, घटविषयकज्ञानम् आत्मनि वर्तते इति प्रत्ययः इत्युक्ते अधिकरण आधेयभावः विषये तद् समीचीना एव. तथा च वर्तते इति एवम् आकारः अस्ति इति विषयतासम्बन्धस्थले अपि आधार आधेयभावः भवति. वर्तते एकम् अन्यत् उदाहरणमपि अस्ति, विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् अस्ति आत्मनि. अन्यत् उदाहरणं किं? घटे घटविषयकं ज्ञानं वर्तते. किं कथम् इति ज्ञायते वा? कथम् अयं घटः इति भवती एव उक्तवती. घटविषयकं ज्ञानं कुत्र वर्तते? आत्मनि वर्तते. आत्मनि तु वर्तते, अपि तु विषयतासम्बन्धेन इति वा? हा, विषय सम्बन्धः तु विषयतासम्बन्धः. आत्मनि वर्तते ज्ञानम्, अपि तु घटविषयकं ज्ञानम् अन्यत्र अपि वर्तते. भवत्या एव उक्तमस्ति घटे इति, खलु? घटे, क्षम्यतां, प्रश्नः अवगतं. घटे एव वर्तते. केन सम्बन्धेन वर्तते घटे? ज्ञानम् इत्युक्ते विषयतासम्बन्धेन वर्तते. समि तत्तु स्पष्टं, खलु? विषय घट अयं घटः इति आकारः, घटः इति विषयः, अतः ज्ञानं घटे अस्ति, तयोः सम्बन्धः विषयतासम्बन्धः. तर्हि किम् उक्तं गदाधरभट्टाचार्येण? घटाधरभट्टाचार्यः उक्तं विषयतासम्बन्धे अपि आधार आदेयभावः अस्ति, यदा पूर्वं संयोगसमवायस्वरूपसम्बन्धे अस्ति तदानीमेव अत्रापि अस्ति इति तस्य मतम् तथैव तदेव. विषयतासम्बन्धविषये अपि वृत्तिनियामकत्वं दृश्यते. इत्युक्ते तस्य आकारः कः? आकारः अस्ति अयं घटः. अयम् इह वर्तते इति पूर्वमेव, खलु? इत्यनेन वृत्तिनियामकत्वम् अस्ति इति प्रतीतिः जायते. तर्हि घटविषये वदतु, वर्तते इति इत्यस्य प्रयोगेन. घटविषये वर्तते इत्युक्ते आधार आदेयं वा? कथं कथं वदामः अन्या रीत्या? घटे घटविषयज्ञानं वर्तते इति वर्तते इति. आम्, घटः इति आधारः, ज्ञानम् इति आदेयः, तद्वदेव किल? आम् आम्, तदेव तदेव. अन्यत् किमपि उक्तं वा? एवम् आकारः अस्ति इति विषयतासम्बन्धस्थले आधारादेयभावः भवति, अतः सः अपि वृत्तिनियामकः. आधारादेयः निश्चितः अस्ति, अतः तदपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शने अवगच्छामः इति अस्तु. तर्हि समीचीनमेव. अस्तु, अग्रे केनापि आगतं वा नूतनतया? अहं चिन्तयामि पुष्पा भगिनी आगतवती इति. अस्तु, किम् अभवत्? सा अस्ति वा न? अहम् अस्मि. कोऽपि आगतः. भवत्याः नाम किम्? मम नाम पुष्पा. आम्, हरि ओं भगिनी. अहं नमस्कारं क्रिय अखिला भगिनी अद्य नास्ति वर्गे. अहं जानामि जयन्ती भगिनी. जयन्ती भगिनी, अस्तु, अग्रे भवती पठति वा? हा, अस्तु भगिनि. श्रीमज्जगदीश तर्कालङ्काराणां मते संयोगेन यथा वर्तते इति प्रत्ययः जायते, तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः न एव जायते. यदि कस्यचित् भवति न सः समीचीनः समीचीनः समीचीनः या समीचीनः समीचीनः समीचीनः अतः आधेय आधेयाधारभावः विषयतास्थले नैव सिद्धयति किं तर्हि भगिनि पठितुं शक्नोति वा लिटल् प्राब्लम् श्रीमज्जगदीश तर्कालङ्काराणां मते तु जगदीश न्यायिका तत्र काराणाम् अस्ति तत्तु एकं नास्ति बहु बहु ग्रूप् भगिनि अलङ्काराणां तु मते तु सः किं वदति संयोगेन यथा वर्तते इति प्रत्ययः जायते तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः न एव जायते मम संयोगसम्बन्धविषये पठितं खलु तत्र वर्तते इत्यस्य प्रतीतिः जायते येन आधेर आधाय आधार आधेयभावः सिद्ध्यति परन्तु तर्कालङ्कारः इति तस्य नैयायिकः अस्ति तस्य मतानुसारं ज्ञानस्थले वर्तते इत्यस्य प्रतीतिः नैव इति अस्तु अग्रे सुनील् महोदय पठति वा अहं पठामि यदि कस्यचित् भवति सः समीचीनः अतः आधारभावः विषयतास्थले नैव सिद्ध्यति किं तर्हि किं सम्बन्धौ इति एतावदेव घटविषयज्ञानम् उत्पन्नं चेत् घटः ज्ञानं च विषयतासम्बन्धेन सम्बन्धे इति एतावत् आमन्त्रम् आत्मा नित्यः इति चेत् ज्ञानं तदा ज्ञानात्मनो विषयता सम्बन्धेन सम्बन्धौ इत्येतावत् मानम् इदानीं पूर्वं वयं दृष्टवन्तः संयोगसम्बन्धेन घटः भूतले वर्तते तादृशं घटविषयज्ञानं वर्तते इति तत्र वृत्तिनियामकत्वं भवति इति इदानीम् अत्र अलङ्कारानां मते तत्र संयोगेन वर्तते इति केवलं ज्ञानस्थले वर्तते इति प्रत्ययः न एव जायते इति वर्तते इत्यस्य प्रतीतिः कुत्र जायते अलङ्कारान् अलङ्कारः यत् वदति वर्तते इत्यस्य प्रतीतिः कुत्र जायते ज्ञानस्थले इति वा प्रथमं वाक्यं पठतु पुनर् कृपया. श्रीमद् जगदीश तर्कालङ्काराणाम् अधीतु संयोगेन यथा वर्तते इति प्रत्ययः जायते, तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः न एव जायते. तर्हि अत्र भिन्नं मतं खलु? तत्र भिन्नं मतं, तस्य मतं तु भिन्नं भट्टाचार्यस्य मतविरुद्धः अस्ति खलु? कथम् इति वक्तुं शक्नोति वा? अत्र संयोगेन वर्तते इति प्रत्ययः तद् ज्ञानस्थले वर्तते इति प्रत्ययः एव न इति वदति. कथम् कथम् इत्युक्ते संयोगसम्बन्धः तु वयं जानीमः वृत्तिनियामकः इति, अतः वृत्तिनियामकः इत्यस्मात् वर्तते इत्यस्य प्रतीतिः जायते. संयोगसम्बन्धः कुत्र कुत्र अस्ति? अत्र आधाराधेयभावः भवति. घटः भूतले इत्यस्मिन् प्रसङ्गे संयोगसम्बन्धः खलु? घटः भूतले वा पुस्तकं भूतले एतेषु प्रसङ्गेषु संयोगसम्बन्धः अस्ति. वर्तते यत्र कुत्रापि संयोगसम्बन्धः अस्ति तत्र वृत्तिनियामकत्वम् अस्ति एव इति पठितम् अस्माभिः खलु? अतः वर्तते इत्यस्य प्रतीतिः भवति एव. परन्तु तर्कालङ्कारः किं वदति? ज्ञानस्थले तु वर्तते इत्यस्य प्रतीतिः न भवति इति वदति. ज्ञानस्थले कीदृशसम्बन्धः अस्ति? पूर्वस्मिन् परिच्छेदे पठितं खलु, रामप्रिया भगिन्या उक्तं तत्र विषयसम्बन्धेन अस्ति इति. आम् तदेव. तर्हि वदतु भोः. परन्तु तत्र कुत्र इति प्रश्नः अस्ति चेत् अस्माकं विषयः अस्ति अत्र ज्ञानस्थले इति न अथवा ज्ञानस्थले तु कीदृशसम्बन्धः विषयतासम्बन्धेन? तर्हि विषयतासम्बन्धः तु वृत्तिनियामकः न इति सारांशरूपेण तदेव खलु, तदेव वर्तते. अग्रे वदतु महोदय. अतः आधाराधे भावः विषयतास्थले न एव सिद्ध्यति. अस्माकं नूतनमतमस्ति विषयतास्थले आधाराधे भावः न सिद्ध्यति इति. तर्कालङ्कारस्य मतम् मतमस्ति आधाराधेय भावे भावः विषयतास्थले न भवति इति. इदानीं प्रश्नः अस्ति किं तर्हि इति. अत्र इमौ सम्बद्धौ इति एतावदेव घटविषयज्ञानम् उत्पन्नं चेत् घटः ज्ञानं च विषयतासम्बन्धेन सम्बद्धे इत्येतावन् मात्रम्. तर्हि वर्तते इत्यस्य प्रतीतिः नास्ति चेत् कस्य प्रयोगं कुर्मः? घटः ज्ञानं च विषयतासम्बन्धेन केवलं भवति इति. सम्बद्धौ इत्येव केवलं तयोः कीदृशसम्बन्धः अस्ति इत्येव वदनीयं. तर्कालङ्कारस्य मतानुसारेण केवलं तयोः सम्बन्धविषये विषयम् एव सूचनीयं, न तु आधारादेयभावः वा वर्तते इत्यस्य प्रयोगः। तत्रापि विषयतासम्बन्धः अस्ति किल? हा, विषयतासम्बन्धः अस्ति। यत्र विषयतासम्बन्धः अस्ति तत्र वर्तते इत्यस्य प्रतीतिः एव न भवति इति सः वदति। इदानीं स्पष्टं वा? अतः पूर्वस्मिन् मते अपि अस्ति विषयतासम्बन्धः, अत्रापि विषयतासम्बन्धः अस्ति, परन्तु भेदः कः? अत्र आधारादेयभावः नास्ति इति। हा, भिन्नैः नैयायिकैः भिन्नारीत्या उक्तमस्ति। भट्टाचार्यमहोदयः प्रथमपरिच्छेदे सः वदति तु ज्ञानविषये यत्र विषयतासम्बन्धः अस्ति तत्र वर्तते इत्यस्य प्रतीतिः भवति, परन्तु तर्कालङ्कारः तु तस्य मतं तु भिन्नम् अस्ति। सः वदति न न तत् साधु न, ज्ञानस्थले यः विषयतासम्बन्धः अस्ति पदार्थयोः विषयतासम्बन्धः अस्ति इत्येव वदनीयम्। अग्रे आम् आम् तदेव। अग्रे आत्मा नित्यः इति चेत् ज्ञानं तदा ज्ञानात्मनौ विषयतासम्बन्धेन सम्बन्धौ इत्येतावन् मात्रम्। अत्रापि इत्येतावन् मात्रम् इत्युक्ते इति तावत् मात्रम् इति पर्याप्तम् इति वदति, इति पर्याप्तं, तद् तद् अग्रे किमपि वक्तव्यं न इति सः वदति। वदतु महोदय। इदानीं वयं पूर्वं दृष्टवन्तः आत्मा ज्ञानाधिकरणम् इति, अत्रापि आत्मा नित्यः इति, अतः केवलं विषयतासम्बन्धेन तयोः मध्ये अस्ति इति एव, अन्यरीत्या आधाराधेयभावः नास्ति इति तर्कालङ्काराणां मतः अस्ति। भवता सम्यक्तया उक्तं, केवलम् एकः विषयः अस्ति ज्ञानाधिकरणम् आत्मा इति। अस्मिन् परिच्छेदे तु तत् न वक्तव्यमेव। किमर्थम्? आम्, किमर्थमिति भवानेव वदतु। अत्र वयं पूर्वं दृष्टवन्तः, परन्तु इदानीं तर्कालङ्काराणां मध्ये आधेयभावः नास्ति इति। तदेव, तत्तु वक्तव्यमस्ति। आम्, समीचीनम्। इदानीं तु स्पष्टं खलु? स्पष्टं। प्रश्नः अस्ति वा? इदानीं प्रश्नः नास्ति। अस्तु, अग्रे रामप्रिया भगिनी पठति वा? आम् भगिनि। एवं पदार्थे अपि ज्ञाने विषयितासम्बन्धेन सम्बन्धः इति एव, न तु वर्तते इति अपि आयाति। इत्थमेव च सर्वत्र तत्तत् पदार्थविषयकज्ञानमादाय चिन्त्यं, तथा च विषयतासम्बन्धः विषयितासम्बन्धः वा न आधार आदेयभावसाधकः, अतः न वृत्तिनियामकः। कीदृशः तर्हि वृत्ति अनियामकः? वृत्तिनियामकत्व अभाववान् आदेयतान् अवच्छेदकः आदेयतानवच्छेदकः इति तर्कालङ्काराणाम् आशयः तत् ग्रन्थदर्शनेन प्रतीयते। अत्रापि तर्कालङ्काराणां मते एव अस्ति। अत्र विषयितासम्बन्धविषये अस्ति, ज्ञाने विषयितासम्बन्धेन सम्बन्धः इति एव, न तु अत्रापि विषयितासम्बन्धविषये अपि आधार आदेयभावः इति न इति अपि न आयाति इति अत्र सर्वत्र तत्तत् पदार्थविषयकज्ञानम् आदाय चिन्त्यं तत्रापि विषयितासम्बन्धे अपि सम्बन्धविषये एव चिन्तनीयं तथा च विषयतासम्बन्धः वा विषयितासम्बन्धः वा न आधार आदेयभावसाधकः न तत् द्वयोः अपि आधार आदेयभावः तस्मिन् विषये न चिन्तनीयम् इति अस्ति अतः न अतः तद् वृत्ति अनियामकः किमर्थम् इत्युक्ते आधार आदेयभावः अत्र निश्चितं नास्ति इति वृत्ति नियामक अनियामकः वृत्तिनियामकत्व अभाववान् इति अस्ति चेत् अवच्छेदकः आदेयता अवच्छेदकः नास्ति अवच्छेदकः न इति तर्क तस्मिन् विषये एव एतत् तर्कालङ्काराणां मतम् अस्ति अस्तु समीचीनमेव अस्तु तर्हि विषयतासम्बन्धः कस्यचित् उदाहरणं स्वीकृत्य वदतु भगिनि विषयतासम्बन्धः कुत्र अस्ति विषयितासम्बन्धः कुत्र इति विषयतासम्बन्धः घटे अस्ति किल समीचीनः क्षम्यतां घटः विषयतासम्बन्धेन ज्ञाने अस्ति ज्ञानम् एकनिमिषं भगिनी विपरीतं तत्तु समीचीनमेव ओहो विपरीतमा विपरीतरीत्या घटः घटे किम् अस्ति विषयतासम्बन्धः अस्ति ज्ञाने विषयितासम्बन्धः अस्ति समीचीनं समीचीनं तर्हि पूर्वं किञ्चित् भ्रमः जातः चिन्ता मास्तु घटः इति विषयः खलु अयं विषयः आम् इति विषयः तर्हि ते विषयतासम्बन्धेन ज्ञानं ज्ञान ज्ञानघटयोः विषयतासम्बन्धः इति पुनः ज्ञाने विषयिता सम्बन्धः पुनः घटज्ञानयोः यः विषयिता सम्बन्धः अस्ति सम्बन्धविषयम् एव चिन्तनीयम् इति तयोः सम्बन्धः कीदृशः इत्येव पर्याप्तम् इति तस्य मतम् तर्हि विषयिता अपि च विषयतासम्बन्धौ वृत्ति अनियामकौ इति दृष्टं खलु तर्हि वृत्तिनियामकत्व अभाववान् कः अभाववान् इति लिङ्गं किम् इत्यस्य लिङ्गं किम् अभाववान् इत्युक्ते पुल्लिङ्गं पुल्लिङ्गपदम् अस्ति तर्हि कस्य सूचनम् अस्ति अत्र कः वृत्तिनियामकत्व अभाववान् इदानीमेव आधार आदेय भावः वा वृत्तिनियामक पूर्वमेव आरम्भात् एव भवति खलु वृत्तिनियामकः कः कः सम्बन्धः वृत्तिनियामकः कः सम्बन्धः इत्युक्ते आधार क्षम्यतां विषयतासम्बन्धः विषयतासम्बन्धः वृत्ति अनियामकः वृत्तिनियामकः तु संयोगः समवायः कालिकः समीचीनं तर्हि वृत्ति अनियामकः विषयितासम्बन्धः अपि तु विषयतासम्बन्धः तर्हि वृत्तिनियामकत्व अभाववान् कः अभावः इत्युक्ते अभाववान् इत्युक्ते यस्य अभावः अस्ति खलु अभावः अस्ति आम् आम् कस्य अभावः अस्ति वृत्तिनियामक भावः कस्य आधेय भाव आधार आधेय अभावः अस्ति एकनिमिषं भगिनी अत्र भवत्या एव उक्तं खलु विषयता सम्बन्धम् इति स्वीकुर्मः विषयता सम्बन्धः वृत्तिनियामकः वा वृत्ति अनियामकः वृत्ति अनियामकः विषयता सम्बन्धः वृत्ति अनियामकः अन्यत् नामकरणम् अपि अस्ति विषयता सम्बन्धः वृत्तिनियामकत्ववान् तावदेव खलु यस्य वृत्तिनियामकत्वं न सः भाववान् इत्येव पुनरपि आधेयता न अवच्छेदकः किमर्थम् किमर्थम् इत्युक्ते तत्र आधार आदेयभावः नास्ति इति तस्य अवच्छेदकः आदेयतायाः अवच्छेदकः नास्ति बहु समीचीनं भगिनि सम्यक् एव इदानीं तु स्पष्टं वा स्पष्टं भगिनि स्पष्टं कोऽपि प्रश्नः अस्ति वा नास्ति भगिनि स्पष्टं महोदय अहं पुनः वदामि वा किम् आम् प्रयत्नं करोतु अत्र पूर्वं वयं दृष्टवन्तः अथवा तर्कालङ्काराणां मते अस्ति आधारादेयभावः नास्ति इति कस्मिन् विषये तत्र केवलं सम्बन्धविषयमेव वदनीयम् अतः कुत्र तु कुत्र सम्बन्धविषयमेव वदनीयम् समवायस्थले क्षम्यता समवायस्थले किञ्चित् परिशीलयतु महोदय आम् आम् क्षम्यता अत्र तर्कालङ्काराणां मध्ये संयोगेन यदा वर्तते इति अत्र अस्ति तस्मिन् विषये आधाराधेयभावः नास्ति केवलं विषयतासम्बन्धम् एव वदनीयमिति न एकनिमिषं प्रथमे वाक्ये किञ्चित् क्लेशः अस्ति प्रायः श्रीमज्जगदीशतर्कालङ्काराणां मध्ये तु संयोगेन यथा वर्तते इति प्रत्ययः संयोगसम्बन्धे वर्तते इत्यस्य प्रतीतिः भवति इति वयं जानीमः खलु सः अपि अङ्गीकरोति एतत् परन्तु कुत्र भेदः अस्ति तद्वत् एकनिमिषं तद्वत् इत्युक्ते तादृशं संयोगसम्बन्धे वर्तते इत्यस्य प्रतीतिः भवति यत् भवति तादृशः प्रतीतिः ज्ञानस्थले न भवति इति सः वदति ज्ञानस्थले कीदृशः सम्बन्धः जातः विषयतासम्बन्धः इदानीं तु पुनर्वदतु महोदय तत्र तर्कालङ्काराणां मते संयोगेन वर्तते इति प्रतीतिः अस्ति परन्तु अत्र आधाराधेयभावः नास्ति केवलं विषयसम्बन्धेन एव अस्ति इति कुत्र ज्ञानस्थले समीचीनम् अग्रे आम् अग्रिमपरिच्छेदस्य अर्थं वदतु भोः अहं तत्रापि अहं किञ्चित् वक्तुम् इष्टवान् अतः इत्युक्ते किञ्चित् वदतु तत्रापि ज्ञाने विषयतासम्बन्धेन सम्बन्धः अस्ति तयोर्मध्ये पदार्थयोः मध्ये ज्ञाने विषयिता विषयितासम्बन्धेन अत्र इदानीं नूतनविषयः अस्ति यदा विषयितासम्बन्धः अथवा विषयितासम्बन्धः अस्ति चेत् तत्र वृत्ति अनियामक अनियामकः अस्ति इति सः वृत्ति अनियामकः अथवा सः सम्बन्धः वृत्ति अनियामकः वान् अनियामकत्वभाव अभाववान् अथवा आदेयता न अवच्छेदकः इति किमर्थम् आदेयता न अवच्छेदकः अत्र आधेय आधारभावः नास्ति अतः अवच्छेदकत्वं न कर्तुं न शक्यते इति केन अत्र कया अवच्छेदकं न दृश्यते अत्र सम्बन्धेन आदेयतया खलु आदेयतायाः माध्यमेन एव अवच्छेदकः अवच्छेदकभावः दृश्यते खलु समवायसम्बन्ध अवच्छिन्न इति सर्वं वयं पठितवन्तः खलु समवायसम्बन्ध अवच्छिन्न आधेयता वा संयोगसम्बन्ध अवच्छिन्न आधेयता इति तादृशम् आधार आधेयभावः एव नास्ति तयोर्मध्ये पदार्थज्ञानयोर्मध्ये आधार आधेयभावः एव नास्ति तर्हि आदेयता किमपि न अवच्छेदयति इति एव आदेयता एव नास्ति तत्र अतः आदेयता न अवच्छेदकः आदेयता एव नास्ति चेत् कापि आदेयता अवच्छेदकरूपेण न वर्तत न भवति एव अस्तु अग्रे सरेम वा पुष्पा भगिनी पठति वा अस्तु रामप्रिया भगिनी पठति वा तस्मात् म्यूट् अस्मि तस्मात् विषयता सम्बन्धा सम्बन्धावच्छिन्न ज्ञाननिष्ठधेयता निरूपिता अधिकरणता आत्मनि इति आत्मलक्षणनिरूपणे यदुक्तं यच्च आकाशनिरूपणे शब्दनिष्ठविषयिता सम्बन्ध अवच्छिन्न आधेयता निरूपिताम् अधिकरणतावत् शब्दनि विषयकं ज्ञानम् इति उक्तम् तदुभयम् अपि तदुभयमपि तत् उभयमपि उभयम् अपि तत् उभयम् अपि भट्टाचार्यमत गादाय इति दिक् अत्र विषयता सम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता निरूपिता अधिकरणता आत्मनि इति आत्मलक्षणनिरूपण द्वयोः अपि भट्टाचार्यमतम् आदाय न आत्मलक्षणनिरूपणे यद्युक्तं यः च आकाशनिरूपणे मम न अहं न जानामि आकाशनिरूपणे शब्दनिष्ठ विषयिता सम्बन्ध अवच्छिन्न आधेयता निरूपिता अधिकरणता तावत् शब्दविषयकं ज्ञानम् इति उक्तं तत्तु भट्टाचार्य मत आदायः न समीचीनमेव. द्वे द्वे द्वे रूपम् अपि रामप्रिया भगिनी भगिनी अन्यदपि उक्तम् अत्र किञ्चित् प्रतिपादयति वा आकाशविषये वा न सर्वं तस्मात् प्रथमं तु आत्म लक्षणनिरूपणविषये उक्तं विषयतासम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आत्मनि आत्मनि इति आत्मविषये निरूपणवाक्यमस्ति. तत्तु आकाश क्षम्यतां भगिनि आत्मनः लक्षणम् अस्ति खलु आत्मनः लक्षणम् आम् आत्मनः लक्षणम् अस्ति तद् आकाशनिरूपणवाक्यं लक्ष्मण लक्षणवाक्यं शब्दनिष्ठ विषयतासम्बन्ध क्षम्यतां विषयितासम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणतावत् शब्दविषयकं ज्ञानम् इति पूर्व यच्च तद् तद् उभयमपि भट्टाचार्यमतम् आधाय इति दिक् भट्टाचार्य मतम् अस्ति तदपि शब्दविषय विषयिता भट्टाचार्यस्य मतं किम् भट्टाचार्यस्य मतम् अस्ति आधार आदेयभावः विषयतासम्बन्धे अपि स्थले अपि अस्ति इति संयोग यदा संयोगादिसम्बन्धैः अस्ति तदा एव विषयतास्थले अपि अस्ति इति भट्टाचार्याः मतम् अस्ति. हा तर्हि विषयतासम्बन्धः अत्र आत्मनिरूपणविषये यत् दर्शितः अपि तु आकाशनिरूपणविषये पुनर्विषयितासम्बन्धः यद् दर्शितः द्वयोः प्रसङ्गे द्वयोः प्रसङ्गौ आधार आदेयभावः दृश्यते खलु किमर्थम् वक्तुं शक्नुमः अत्र आधार आदेयभावः दृश्यते इति अत्र तु विषयतासम्बन्ध अवच्छिन्ना अस्ति ज्ञाननिष्ठ आधेयता इति अस्ति तद् अधिकरणता निरूपित अधिकरणता आत्मनि अस्ति इति निरूपयति ज्ञानस्थले अपि अस्ति तद् सम्यक् प्रथमं तु आत्मज्ञानयोः स्थले खलु आत्मज्ञानौ यः सम्बन्धः अस्ति सः आधार आदेयभावेन निरूपयति पुनः अन्यत् उदाहरणमपि अस्ति अन्यः प्रसङ्गः अपि अस्ति शब्दनिष्ठविषयितासम्बन्धः इति कयोर्मध्ये विषयितासम्बन्धः अस्ति कुत्र शब्द आकाशयोर्मध्ये खलु आम् शब्दनिष्ठ विषयितासम्बन्ध तद् अवचिन्न आदेयता शब्दविषयकं ज्ञानम् इति तस्य अधिकरणता अस्ति शब्दविषयकं ज्ञानम् इति तद् अवचिन्ना भवति विषयितासम्बन्धेन अवचिन्ना भवति. समीचीनम् अत्र आदेयतानिरूपित अधिकरणता इति निरूपणम् अस्ति अतः एव वयं वक्तुं शक्नुमः यत् स्पष्टतया आधार आदेयभावः दृश्यते. अतः भट्टाचार्यमतम् आदाय एव एतत् सर्वं दीयते. तस्य मतानुसारेण एव अस्ति खलु विषयतासम्बन्धः वा विषयितासम्बन्धः. करणीय आधारादेयभावः एतत् सर्वं तस्य मतानुसारमेव अस्ति. तदेव अस्तु. अग्रे सुनील् महोदय. प्रकृतमात्मलक्षणमनुसरामः ज्ञाननिष्ठसमवायसम्बन्ध अवच्छिन्नाधेयता निरूपिताधिकरणता एव प्रकृतलक्षणे प्रविष्टा न तु कालिकादिसम्बन्धावच्छिन्न आधेयता निरूपिता अधिकरणता अपि इत्येतत् बोधनाय अन्नम्भट्टैः ज्ञानाधिकरणम् मिति उक्तम्. अतः यदि इदानीं पूर्वमुक्तरीत्या अत्र आत्मलक्षणं अनुसरामः इत्युक्ते अत्र पूर्वम् आत्मनि विषये लक्षणम् उक्तवन्तः. किमस्ति आत्मनः लक्षणं किम् विषयता? न न, पूर्वं यत् पठितवन्तः लक्षणमासीत् ज्ञानाधिकरणम् आत्मा इति. ज्ञानाधिकरणम् आत्मा इति अत्र ज्ञाननिष्ठसमवायसम्बन्ध अवच्छिन्न अधेयता निरूपिताधिकरणता एव प्रकृतलक्षणम् इति. प्रकृतलक्षणम् इत्युक्ते इत्युक्ते तत्र अन्य किमपि अस्ति प्रकृतरीत्या किम् आसीत् इति. न, प्रकृतम् इत्युक्ते यत् उक्तम्. ओ प्रकृतलक्षणे यत् लक्षणे लक्षणम् आत्मनः लक्षणवाक्यं पूर्वम् उक्तम् अस्ति. तस्मिन् वाक्ये ज्ञानाधिकरणम् आत्मा इति उक्तम् अस्ति. तर्हि ज्ञानाधिकरणम् आत्मा इत्यनेन कं सम्बन्धं सूचयति सूच्यते कं सम्बन्धं सूच्यते तत्र समवायसम्बन्धः. आम्, तदेव अत्र. तर्हि अन्नम्भट्टः इति नैयायिकः तेन एव एतत् वाक्यम् उक्तम् आत्मनः लक्षणं ज्ञानाधिकरणम् आत्मा इति. तर्हि अन्नम्भट्टमहोदयः समवायसम्बन्धं मनसि निधाय एव एतत् लक्षणवाक्यं निर्मितवान् इति. अपि इत्येतत् बोधनाय अन्नम्भट्टैः ज्ञानाधिकरणम् इति उक्तम्. अस्तु, पूर्वं न तु कालिकादिसम्बन्धः इति अस्ति, तत् किम्? वयं जानीमः महाकालः सर्वे पदार्थाः कालिकसम्बन्धेन महाकाले वर्तते इति अतः अत्र केवलं ज्ञानाधिकरणम् आत्मा इति तदेव स्वीकरणीयम् इति न तु कालिकसम्बन्धविषयः इति. किमर्थम् अग्रे दीयते खलु किमर्थम् अन्तिमे वाक्ये अन्यथा कालिकसम्बन्ध अवच्छिन्न ज्ञाननिष्ठाधेयता निरूपिताधिकरणता आश्रयकालमादाय लक्षणे अतिव्याप्तिदोषः प्रसज्येत. अतः उक्तविवक्षा आवश्यकीति ध्येयम्. अतः अत्र अतिव्याप्तिलक्षणदोषः भविष्यति इति केवलं महाकाले सर्वे पदार्थाः भवन्ति इति वा? आम् तदेव अतः तत्र अतिव्याप्तिदोषः भवति इति लक्षणवाक्ये किमपि दोषः न भवेत् खलु अतिव्याप्तिदोषः वा सम्भवः दोषः न भवेयुः एव अतः एव अस्मिन् लक्षणवाक्ये ज्ञानाधिकरणम् आत्मा इत्यस्मिन् वाक्ये ज्ञानाधिकरणम् आत्मा इति उक्तम् तत्र स्पष्टतया वक्तुं शक्यते इति ज्ञानम् आत्मनि वर्तते इति समीचीनं ज्ञानम् आत्मनि वर्तते इति तर्हि अत्र समवायसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणताश्रयः आत्मा इत्येव सूचितम् अस्ति अनेन लक्षणवाक्येन समवायसम्बन्ध अवच्छिन्न आदेयतायाः सूचनम् एव न तु सुनील् महोदय न तु कालिकसम्बन्धः न तु कालिकसम्बन्ध अवच्छिन्न आदेयता यदि कालिकसम्बन्ध अवच्छिन्न आदेयतायाः सूचनम् अस्ति तर्हि लक्षणवाक्ये अतिव्याप्तिदोषः भवति किमर्थम् सर्वे पदार्थाः महाकाले वर्तते इति वर्तन्ते तर्हि विशेषरूपेण ज्ञानम् आत्मनि एव वर्तते इत्यस्य सूचनं न भवति तत्र खलु कालिकसम्बन्धे अस्ति चेत् अस्तु रामप्रिया भगिनी समीचीनं रामप्रिया भगिनी आं भगिनि हा ज्ञाने कीदृशाः आदेयताः सन्ति कीदृशाः आधेयताः ज्ञाने आदेयता अस्ति वा न आदेयता आम् अस्ति केन अवच्छिन्ना भवति समवायसम्बन्धेन अवच्छिन्ना भवति पुनः पुनः वा कालिकसम्बन्धेन अपि परन्तु तद् अतिव्याप्तिदोषः भवति किल लक्षणवाक्ये तु परन्तु आदेयता तु अस्ति खलु अस्ति आम् आम् प्रथमं तु समवायसम्बन्धे सम्बन्ध अवच्छिन्न आदेयता द्वितीयं तु कालिकसम्बन्ध अवच्छिन्न आदेयता तृतीयः वा निरूपिता अधिकरणता विषयिता खलु विषयिता आम् तर्हि समवायकालिकविषयिता सम्बन्धेन ज्ञानम् अवच्छिन्ना अवच्छिन्ना भवति आदेयता अवच्छिन्ना खलु आम् क्षम्यताम् आदेयता अवच्छिन्ना ज्ञाननिष्ठ आदेयता भवति परन्तु लक्षणवाक्ये अतिव्याप्तिदोषं दोषस्य निवारणार्थं समवायसम्बन्धस्य सूचनम् एव इत्येव अस्ति इदानीं तु स्पष्टं वा यदि कालिकसम्बन्धः वा विषयितासम्बन्धस्य सूचनम् अस्ति चेत् तत्र अतिव्याप्तिदोषः भवति लक्षणवाक्ये यतोहि कालिकसम्बन्धेन अवच्छिन्ना कालिकसम्बन्धेन वर्तते महाकाले खलु महाकाले आम् सर्वाधारः काल अपि तु विषयितासम्बन्धेन आम् विषयितासम्बन्धेन ज्ञानम् अस्ति खलु आम् तत्र तु अतिव्याप्तिदोषः भवति, परन्तु अत्र आत्मनि ज्ञानम् इत्यस्य प्रतीतिः तु समवायसम्बन्धेन एव भवति. इदानीं स्पष्टं वा? आं भगिनि. निरूपित अधिकारिणता न उपयोगं कुर्मः न न लक्षणस्य लक्षणनिरूपणसमये तु पूर्वं वक्तव्यम् ज्ञाननिष्ठ आदेयतानिरूपित ज्ञाननिष्ठसमवायसम्बन्ध अवच्छिन्न आदेयता निरूपित अधिकरणताश्रयः आत्मा इति वा आत्मनः लक्षणम् इति. परन्तु अत्र तु आदेयता विषये एव चर्चा खलु. अस्तु अग्रे सुनील महोदय. सूचिकडाः न्यायः आत्मनः विभागमाह जीवात्मे इति विभागग्रन्थे जीवात्मनः पूर्वनिर्देशे अपि स्वरूपवर्णेन ईश्वरनिरूपणं सूचिकडाः न्यायेन पूर्वं कृतं. को अयं सूचिकडाः न्यायः? कस्यचित् लोहकारस्य समीपं कडाहम् अपेक्षमाणः आदौ गतः. कडाहं साधय इति च उक्तवान्. तदनन्तरं गत्वा कश्चित् सूची अपेक्ष्यते इति आह. अनयोर्मध्ये कस्य निर्माणं लोहकारः पूर्वं कुर्यात्? सूच्याः कुतः? अल्पायास साध्या हि सूचिः, बहु श्रमासाध्यः कडाहः. इदानीं वदामि वदः. इदानीं जीवात्मविषये इति वदति. अत्र तत्र विभागग्रन्थः अस्ति. अत्र जीवात्मनः पूर्वनिर्देशे अपि स्वरूपवर्णेन ईश्वरनिरूपणं पूर्वं कृतमिति. इदानीम् अत्र सूचिकडाः न्यायं स्वीकृत्य एतादृश वर्णनं करोति. कस्य वर्णनं? जीवात्मस्य. जीवात्मा इति न अत्र अत्र पश्यतु महोदय. पूर्वं पूर्वं उक्तम् अस्ति खलु. आत्मा द्विविधः, जीवात्मा परमात्मा इति खलु. हा, परन्तु अत्र यद्यपि विभागग्रन्थे जीवात्मनः सूचनं निर्देशः अस्ति पूर्वमेव, तद् अनन्तरमेव ईश्वरविषये विवरणम् अस्ति. विभागग्रन्थे जीवात्मनः पूर्वनिर्देशे अपि स्वरूपवर्णने ईश्वरनिरूपणं सूचिकटाः न्यायेन पूर्वं कृतं. यद्यपि ग्रन्थे क्रमेण परप्रथम तु जीवात्मनः जीवात्मा, तदनन्तरं परमात्मा इति दीयते इति दत्तम् अस्ति, तथापि निरूपणविषये तु प्रथमं तु परमात्मा परमात्मनः विवरणम् एव. किमर्थम् इत्युक्ते सूचिकटाः न्यायस्य आधारेण कृतम्. कः अस्ति सूचिकटाः न्यायः इत्युक्ते किम्? अत्र कश्चन लोहकारः अस्ति. तस्य समीपं आदौ कश्चन गच्छति. अत्र कडाहं साधय. कडाहं कडाहं कर्तुम् इति. निर्माय अनन्तरम् अन्य कोऽपि आगच्छति सः एव गच्छति तदा किञ्चित् समयानन्तरम् अनयोर्मध्ये सः इदानीं सूचीं कर्तुं इच्छति अतः लोहकारः किं करोति प्रथमं किं करोति इति प्रश्नः सः सूचिः एव करोति इति किमर्थं तद् कर्तुं सरलं भवति कटहस्य अपेक्षया समीचीनम् अत्र किम् अस्ति पदं किम् अल्पायाससाध्या इति अस्ति खलु अल्पायाससाध्या हि सूचिः इति इत्युक्ते किं कटहस्य अपेक्षया सूचेः निर्माणं कर्तुम् आयासम् अल्पमेव इति समीचीनं अग्रे अग्रे पठतु महोदय एकवारं वदतु महोदय एकवारम् इदानीं लोहकारः तस्य समीपं निर्माणद्वयम् आवश्यकं कटाहस्य च सूचेः सूचेः निर्माणं कर्तुं सरलमेव कटाहस्य अपेक्षया अतः सः आदौ कटाहस्य प्रार्थना आसीत् परन्तु सः सूचिनिर्माणं सरलमिति स्वीकृत्य तदेव प्रथमं करोति इति उभयविधकार्य सन्निपाते यत् अल्पायाससाध्यं तदेव हि पूर्वं क्रियते लोके अयं सूचिकडः न्यायः इह ग्रन्थकारेण उपयुक्तः ईश्वरः यद्यपि पश्चात् निर्दिष्टः तथापि तत्र न बहु वक्तव्यमस्ति जीवनिरूपणे हि तस्य प्रतिशरीरं भेदः निरूप्यः इति आयासबाहुल्यम् आलोच्य ईश्वरः आदौ निरूपितः वदतु महोदय इदानीम् अत्र सर्वदा लोके तादृशमेव इति यदा कार्यद्वयं भवति चेत् जनाः सरलकार्यं प्रथमं कुर्वन्ति अनन्तरं इतोपि अधिकं कार्यं करणीयं कार्यम् अनन्तरं कुर्वन्ति इति तर्हि ईश्वरनिरूपणे किं भवति अत्र इदानीम् आत्मनि विषये जीवात्मा परमात्मा इति द्वयमस्ति अत्रापि ईश्वरनिरूपणं प्रथमं कारयति चेत् तद् सर्वे जानन्ति ईश्वरविषये अतः बहु कार्याणि न वक्तव्यानि इति सर्वे जानन्ति वा किम् अस्ति कारणं किम् ईश्वरविषये प्रयासः न्यूनः अथवा ईश्वरविषयं वक्तुं सरलमिति किमर्थम् हरि ओम् अहं चिन्तयामि सर्वे जानन्ति इति ईश्वरस्य सर्वे जानन्ति इति नास्ति खलु अत्र अत्र किम् अस्ति जीवनिरूपणे बहवः जीवाः सन्ति इति वयं जानीमः खलु पूर्वमेव प्रतिशरीरं भेदः अपि तु बहवः जीवाः सन्ति तर्हि जीवात्मनः निरूपणं तु क्लिष्टकरः भवति परमात्मा तु एकः एव इत्यस्मात् तस्मिन् विषये प्रयासः न आवश्यकः स्पष्टं वा इदानीं स्पष्टम् अहं चिन्तितवान् ईश्वरः इति सर्वे जानन्ति इति अतः भगिनि एकवारं वदतु. सूचीकटाः न्यायः इति अवगच्छति वा? सम्यक् न. रामप्रिया भगिनी वक्तुम् इच्छति वा? आं भगिनि. सूचीकटाः न्यायः इति जीवात्मा परमात्मा विषये एकं न्यायं स्वीकृतवन्तः ग्रन्थे. सूचीनिर्माणं यदा सूचीकटाः द्वयोः निर्माणं लोहकारः मध्ये गच्छन्ति चेत् प्रथमं तु सूची निर्माणं भवति. किमर्थम् इत्युक्ते तस्य अल्पायाससाध्या इत्युक्ते तस्य प्रयत्नः लघु एव, लघुकालं प्रयत्नः अपि अल्पमेव, किञ्चित् एव इति प्रथमं सूचीनिर्माणं भवति, अनन्तरं कटाः निर्माणं भवति. एतद्विषयं वयं परमात्मा इति विषये वयम् एतत् न्यायं उपयुज्यामः. किमर्थम् इत्युक्ते परमात्मा एकः एव, जीवात्मा तु शरीरं प्रतिशरीरं भेदः भवति इति प्रथमं ईश्वरं निरूपणं कृत्वा अनन्तरं जीवात्मा विषये स्वीकुर्मः इति अस्ति. समीचीनम्. इदानीं तु स्पष्टं वा पुष्पा भगिनी? अस्तु भगिनि. यदि भवत्याः पुरतः कार्यद्वयम् अस्ति चेत् प्रथमं तु सरलकार्यं स्वीकृत्य करोति खलु? सूचिका न्यायः इति ईश्वरविषये अपि तद् न्यायस्य आधारेण एव ईश्वरस्य निरूपणं प्रथमं कृतम्. यतोहि ईश्वरः तु एकः एव, परन्तु जीवात्मा तु बहवः, प्रतिशरीरं भिन्नः इति. अस्तु, अग्रे रामप्रिया भगिनी पठति वा? आं भगिनि. ईश्वरसाधकम् अनुमानम् यथा आकाशनिरूपणावसरे श्रूयमानः शब्दात्मकगुणः शब्दात्मकगुणः आश्रयेण विना न भवति इति, तस्य आश्रयत्वेन आकाशः कल्पितः. यथा वा वायुनिरूपणावसरे अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति, तदाश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितं, तद्वत् ईश्वरम् अनुमानाय प्रसिद्धः न्यायमानः न कोऽपि गुणः वर्तते. यम् आधाय तद् आश्रयत्वेन ईश्वरः सिद्ध्येत्. अतः अत्रत्या रीतिः अस्ति अन्या दृशि. अत्र ईश्वरं साधकम् अनुमानं विषये भवति. आकाशनिरूपति अनुमानं कुत्र भवति अत्र उदाहरणं? यत्र वयं स्पष्टतया प्रत्यक्षज्ञानं न भवति तत्र अनुमानेन वयं साधयितुं शक्नुमः. आम्, समीचीनम्. उदाहरणम् इत्युक्ते यदा आकाशविषये कीदृशम् अनुमानं भवति? शब्दम् आकाशः शब्दः श्रूयते खलु? आम्, शब्दः श्रूयते परन्तु शब्दः कुतः जनयति इत्यस्य अनुमानमेव जायते. प्रत्यक्षज्ञानं नास्ति तस्मिन् विषये, खलु? अनुमानेन आकाशात् शब्दः जनयति ज्ञानम्. पुनः पुनः वायुनिरूपण अवसरे अपि यथा वा वायुनिरूपण अवसरे अनुभूयमानः विजातीयः स्पर्शः आश्रयेण विना न भवति इति तद् आश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितुं साधितम् वायुनिरूपण भगिनि वायुविषये प्रत्यक्षं ज्ञानम् अस्ति वा? वायु इत्युक्ते रूपं नास्ति, रूपरहितस्पर्शवान् वायुः नास्ति, प्रत्यक्षं ज्ञानं नास्ति, अनुमानमेव. किमर्थम् इत्युक्ते वायुः न दृश्यते एव, न दृश्यते. आम्, अनुभूयमानः विजातीयः स्पर्शः आश्रयेण, आम्, स्पर्शः आश्रयेण विना न भवति. वायुः अस्ति इति न, स्पर्शः आश्रयेण विना न भवति इति तद् आश्रयत्वेन वायुः अतिरिक्तं द्रव्यं साधितम्. वायुः अतिरिक्तं द्रव्यं साधितं कुत्र कुत्र भवति? प्रश्नः पुनः भगिनि. स्पर्शः कुत्र जायते? कुत्र कुत्र स्पर्शः? वायुः केषु पदेजः द्रव्येषु तेजः त्वचा जायते, परन्तु तेजसः स्पर्शः उष्णस्पर्शः, खलु? उष्णस्पर्शः, आम्. यः उष्णस्पर्शः अनुभूयमानः अस्ति तेजसी, तत्र तु प्रत्यक्षज्ञानं भवति. आम्. पुनः शीतस्पर्शः कुत्र जायते? जले. जलं तु दृश्यते, खलु? आम्, आम्. अनुष्णाशीतस्पर्शः इति यत् अस्ति कुत्र अस्ति? अनुष्णाशीतस्पर्शः उष्णः अपि न, अपि न इति स्पर्शः पृथिव्याम् जले. पृथिव्यां यत् अस्ति तत्तु प्रत्यक्षज्ञानेन दृश्यते. आम्, आम्. परन्तु वायौ यत् अस्ति तत्र तु प्रत्यक्षज्ञानं न भवति. आम्. तत् तर्हि कीदृशज्ञानम् उदेति तत्र? अनुमानेन एव जायते. तर्हि ईश्वरविषये किम्? ईश्वरविषये अपि अनुमानेन एव ज्ञानं जायते. किमर्थम्? किमर्थम् इत्युक्ते तत्रापि प्रत्यक्षज्ञानं न भवति, कोऽपि गुणः एव न दृश्यते, खलु? कोऽपि गुणः एव न दृश्यते. आम्. अस्तु, स्पष्टं वा? आम्, स्पष्टं भगिनि. अस्तु, अन्या अनुमानेन न ज्ञायते ईश्वरस्य विषये. अनुमानेन वायोः विषये वा आकाशस्य विषये अनुमानेन ज्ञायते, परन्तु ईश्वरस्य विषये गुणः एव न दृश्यते, खलु? आम्, आम्. न कोऽपि गुणः वर्तते. तर्हि अनुमानस्य प्रयोगः एव न भवति. ओहो, ओ. तर्हि अन्या रीतिः आवश्यकी अत्र. ओ, प्रत्यक्षमपि नास्ति, अनुमानमपि नास्ति, किल? आम्, आम्. अनुमानं किमर्थं नास्ति? अनुमानं कोऽपि गुणः न वर्तते इति अनुमानमपि नास्ति. अग्रे पुष्पा भगिनी पठति वा? अस्तु भगिनि. दण्डक्रदि दण्डका दण्डकाधिकारण समवधानो समवधान अपि न दाने अपि समवधाने अपि समवधाने अपि समवधाने अपि यदि कुलालः न भवति न घटः उत्पद्यते. तुरीवेमादिरूपकारणसत्त्वे अपि यदि तन्तुवायः न भवति न पटः उत्पद्यते. तेन इदम् अवगच्छामः यत् किमपि कार्यम् उत्पादनीयं चेत् अचेतनाः कपालचक्रादयः यथा अपेक्षिता तथैव चेतनोऽपि कश्चित् आवश्यकः. तर्हि वदतु भगिनि. दण्डचक्रादिकारणसमवधानेपि कुलालः यदि कुलालः न भवति घटः न उत्पद्यते. तन्तुवेमादिरूपकारणसत्त्वेपि तन्तुवायः न भवति चेत् पटः न उत्पद्यते. तन्तुवायः न भवति तेन इदम् अवगच्छामः यत् किमपि कार्यम् उत्पादनीयं चेत् अचेतना कपालचक्रादयः यथा अपेक्षिता तथैव चेतनोऽपि कश्चित् आवश्यकः. कपालक्रादयः उत्पन्न किमपि उत्पन्नं करोति चेत् तत्तु यथा कुलालः न भवति चेत् घटः न उत्पन्नति उत्पद्यति. तन्तुवायः न भवति चेत् पटः न उत्पद्यते. तत् कपालचक्रादयः यत् अपेक्षित तथैव आवश्यकं. किम् आवश्यकं? चेतना. चेतना आवश्यकं. चेतना इत्युक्ते? चेतना इत्युक्ते कार्यं यत्र चेतना तु तत्र कार्यं करणीयं. जीवितः कोऽपि जीवितः कोऽपि सचेतनः. तर्हि अग्रे इदानीं तु स्पष्टं खलु. घटनिर्माणाय वा पटनिर्माणाय कोऽपि सचेतनः अपेक्षितः इति. अग्रे सुनील महोदय. तेन ईदृशनियमः आगतः किञ्चित् कार्यम् उत्पद्यते चेत् चेतनापेक्षा वर्तते. अत्र किमपि कार्यं एवं सति यत्र अस्मादृशाः अल्पज्ञाः कुलालादयः न वर्तन्ते तथापि कार्योत्पत्तिः दृश्यते. यथा द्वणुकाधिक दीर्घलिङ्गादि संयोगपरम्परया महापृथिवी गोलः महज्जलं सूर्यादितेजांसि उत्पद्यन्ते तत्र यः चेतनः अस्मदादिभिन्नः स्वीकर्तव्यः भवति स एव ईश्वरः. इदानीं वयं दृष्टवन्तः किमपि निर्माणं कर्तुं वस्तूनि आवश्यकानि, अनन्तरं तद् कर्तुं चेतन अथवा जीवः अपि आवश्यकमिति आवश्यकः इति. परन्तु अत्र अन्य कार्याणि अपि सन्ति, अथवा जलं सूर्यादि तेजः गोलः तादृश कार्याणि अपि सन्ति. तत्र तद् उत्पादयितुम् अपि चेतनः अस्ति, परन्तु तद् भिन्नः इति. इत्युक्ते वयं किं चेतनः इति वयं दृष्ट्वा वदामः तद् भिन्नः इति. एतादृशकार्यं कर्तुं सः एव ईश्वरः इति चेतनः इति. समीचीनमेव. अस्तु, अग्रे रामप्रिया भगिनी. आं भगिनि, तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यादिति सः सर्वज्ञः. आकाशनिरूपण उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवम् इति तस्य एकत्वमपि सिद्ध्यति. अस्मदादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इति युक्तम्. परः उत्कृष्टः, उत्कर्षश्च ज्ञाने च कृतीनां नित्यत्वात् सुखदुःखादीनां परमात्मनि असत्वात् बोध्यः. तस्य तु तस्य अल्पज्ञत्वे कुलालादिभ्यः वैलक्षण्यं न स्यादिति सः सर्वज्ञः. ईश्वरः सर्वज्ञः अत्र अस्ति. कुलालादिभ्यः वैलक्षण्यं न स्यात् इति ईश्वरस्य कुलालादिभ्यः वैलक्षण्यं न अस्ति, सः सर्वज्ञः. ईश्वरः अल्पज्ञत्वे वा न इत्युक्ते तस्य अल्पज्ञत्वे तस्य ईश्वरस्य अल्पज्ञत्वे अपि सः सर्वज्ञः न इत्युक्ते ईश्वरः अल्पज्ञः इति स्वीकुर्मः चेत् तत्र ईश्वरस्य वैलक्षण्यं न दृश्यते खलु. आम् आम् न दृश्यते. आम् अतः सः अल्पज्ञः न अपि तु सर्वज्ञः. ओहोहो, ईश्वरः अल्पज्ञः न सर्वज्ञः. कुलालादिभ्यः वैलक्षण्यम् ईश्वरस्य समीपे नास्ति. आकाशनिरूपणे उक्तरीत्या अनुमानेन यः पदार्थः सिद्ध्यति तस्य बहुत्वसाधकयुक्तिः यदि नास्ति तदा तस्य एकत्वे लाघवम् इति तस्य एकत्वम् अपि सिद्ध्यति. पूर्वं वयं दृष्टवन्तः आकाश लाघवम् इति, एकः एव आकाशः इति सरलं भवति इत्युक्ते तदेव अत्रापि स्वीकुर्मः. तस्य अस्मदादिभ्यः तस्य ईदृशं विलक्षणत्वं वक्तुं परमात्मा इति उक्तम्. अतः एव तस्य परमात्मा इति उक्तम्. परः उत्कृष्टः, उत्कृष्टः इत्युक्ते किं भगिनि? परः उत्कृष्टः इत्युक्ते श्रेष्ठः इति. श्रेष्ठः, आम्, परमात्मा श्रेष्ठः, बहु श्रेष्ठः, परः उत्कृष्टः. किमर्थम् तेन एतत् सर्वं निर्मातमस्ति खलु, निर्मितमस्ति, गोलकं, विश्वं, समुद्रः इत्यादि इत्यादयः. उत्कर्षश्च ज्ञाने च कृतीनां नित्यत्वात् श्रेष्ठः ज्ञानः सर्वज्ञः नित्यः नित्यत्वात् सुखदुःखादीनां परमात्मनि असत्त्वात् बोध्यः. इत्युक्ते सः सर्वज्ञः, ज्ञान इच्छा कृतीनां वृत्तित्वम् अस्ति तस्य, परन्तु नित्यरूपेण वृत्तित्वं ज्ञान इच्छा कृति इत्यादीनां नित्यरूपेण वृत्तित्वम् अस्ति इति. अनन्तरं सुखदुःखादीनां परमात्मनि असत्त्वात् इति अस्ति, इत्युक्ते तस्मिन् नास्ति इति. तदेव ईश्वरस्य लक्षणं, सः सर्वज्ञः, ज्ञान इच्च कृतीनां वृत्तित्वम् अस्ति ईश्वरे, अपि च सुखदुःखादीनां असत्त्वम् अस्ति इति. तेन सन्ति सुखदुःखादयः ईश्वरे न सन्ति इति, तदेव ईश्वरस्य लक्षणम्. अस्तु, अग्रे पठेम, किञ्चित् समयः जातः परन्तु समापयामः अग्रे पठित्वा. सुनील् महोदय. ज्ञानम् इच्छा कृतिः इति त्रयाणां परस्परं भेदः. अत्र प्रसङ्गात् ज्ञानादीनामानुभविकं वैलक्षण्यम् उदाहरणेन साधयिष्यामः. कश्चित् यानेन ग्रामान्तरं गन्तुं प्रवृत्तः गवाक्षात् उद्यानानि पश्यति. तत्र अनेकविधान् वृक्षान् पश्यति, केचन पुष्पिताः, केचन फलिताः, केचन पत्रमयाः दृश्यन्ते. इदं यत् पश्यति, दृश्यते इत्यादिभिः व्यवह्रियते, तत् निरूपितं प्रकाशात्मकं ज्ञानम्. अयमेकः आत्मगुणः. अत्र ग्रामान्तरं गन्तुं प्रवृत्तस्य ज्ञानान्येव अनेकेषां वृक्षाणां भवन्ति, न तु वृक्षमाणा इच्छा प्रयत्नो वा. अत्र इदानीं ज्ञानम् इच्छाकृतिः इत्यादयः तेषां परस्परभेदः कः इति अस्ति. अत्र ज्ञानादीनाम् आनुभविकं वैलक्षण्यम् उदाहरणेन पश्यामः इति. कश्चन यानेन ग्रामान्तरं गन्तुम् इच्छति, अत्र इच्छति अत्र ग्रामान्तरं गन्तुं प्रवृत्तः इत्युक्ते इदानीं सः सिद्धः इति. आम् आम्, किं पश्यति? सः इदानीम् उद्यानानि पश्यति, वृक्षाः, तत्र अनेकविधाः वृक्षाः सन्ति, सः पश्यति. तत्र केचन वृक्षाः पुष्पिताः, तत्र पुष्पाणि सन्ति, केचन फलिताः, फलानि सन्ति, केचन पत्रमयाः. सः एतादृशं पश्यति इति तत्र ज्ञानमपि तस्य मनसि भवति. तदेव आत्मगुणः इति अस्ति. आम् तर्हि प्रथमं तु सः पश्यति एते वृक्षाः एते फलिताः एते वृक्षाः पत्रमयाः इत्यस्य शब्दजनकज्ञानम् उदेति तस्य मनसि खलु. तर्हि प्रक्रियायां प्रथमं सोपानं तु ज्ञानम् इति. अग्रे रामप्रिया भगिनी अस्ति वा? आं भगिनि. आम् आम् आं भगिनि, म्यूट् मध्ये आसं, क्षम्यता. परन्तु सः यदा विहाराय उद्यानं याति तदा यात्रायामिव आदौ तस्य सर्वेषां वृक्षाणां लतानां ज्ञानानि भवन्ति एव. परन्तु इतोपि अन्यः आत्मनि गुणः उत्पद्यते, स एव इच्छा. इदं मम भवतु इति शास्त्रे तस्य आकारवर्णनं कुर्वन्ति. इयं च इच्छा ग्रामगमन अवसरे न आत्मनि उत्पन्ना, इदानीम् उद्याने उत्पन्ना, अतः अयं ज्ञानात् भिन्नः गुणः. प्रथमं तु तस्य ज्ञानं भवति प्रत्यक्षज्ञानं. द्वितीयं यदा सः विहाराय उद्यानं यदा सः उद्यानं गच्छति तत्र वृक्षाणां लतानां ज्ञानात् अनन्तरं तस्य आत्मनि गुणः उत्पद्यते. तद् गुणः गुणस्य नाम एव इच्छा इति अस्ति. इदं मम भवतु इति तस्य आकारवर्णनं कुर्वन्तु. मम भवतु इति तस्य इच्छा भवति. इयं च इच्छा ग्रामगमनावसरे तस्य मनसि तत् न भवति, अनन्तरमेव तत् उत्पद्यते. अतः अयं ज्ञानात् भिन्नः. प्रथमं ज्ञानं, द्वितीयम् इच्छा. समीचीनम्. अग्रे पुष्पा भगिनी. अस्ति वा भगिनी? अस्मि भगिनी. परन्तु अत्र उद्याने पुष्पगुल्मलतादीनां अत्र अस्ति न पुष्पगुल्मलतादीनाम् इति पुष्पगुल्मलतादीनां विक्रयो न भवति इति जानानः केवलम् इच्छति. वृक्षवाटिकां गत्वा इमां लताम् आमुं वृक्षं वा सम्पादयाम् इति आलोच्य वृक्षवाटिकां गच्छति. अत्र उद्याने पुष्पगुल्मलतादीनां कुत्र गच्छति इदानीं? ज्ञानं वाटिकां गच्छति. वाटिकां गत्वा किं करोति? लतां वक्षं वा सम्पादयाम् आलोच्य इच्छा अभवत्. तदनन्तरम् इदं मम भवतु इति यदा इच्छा अभवत् तर्हि वयं क्रीणामः इति निश्चित्य सः वृक्षवाटिकां गच्छति. समीचीनम्. अग्रे सुनील् महोदय, केवलं पठामः एतत् परिच्छेदं. तत्र प्राथमिकं ज्ञानं तस्य भवति, द्वितीया इच्छापि, इतोपि तृतीयः गुणः आत्मनि उत्पद्यते, येन हस्तः चलित्वा धनार्थं सञ्चिकां याति. सः गुणः न यात्रायाम् उत्पन्नः, नापि उद्याने. तदा सः यदि उदपत्स्यत हस्तः सञ्चिकाम् अगमिष्यत् न गतः. तेन विद्मः आदिमयोः तलयोः अविद्यमानः गुणः इदानीम् आत्मनि उत्पन्नः. एव प्रयत्नः कृतिः प्रवृत्तिः यत्नः भावना इत्यादिशब्दैः व्यवह्रियमाणः आत्मविशेषगुणः तस्मिन् सति हि हस्तपादादौ क्रिया भवति असति क्रिया न भवति जाग्रदवस्थायां प्रतिक्षणं शरीरे अनेकाः क्रियाः भवन्ति सर्वत्र च इयं कृतिः अपेक्षिता उक्षेपणादौ एतेषां त्रयाणावश्यकत्वं वक्ष्यामः संक्षिप्तरूपेण तृतीयं सोपानं किम् इदानीं वयं पूर्वं दृष्टवन्तः अत्र ज्ञानं भवति अनन्तरम् इच्छा भवति इति इदानीं नूतन तद् स्वीकर्तुं धनेन सः श्रमं करोति सः प्रयत्नः कृतिः अथवा प्रवृत्तिः यत्नः भावना इति व्यावहारिकशब्दैः वयं वदामः समीचीनं तर्हि याः क्रियाः सन्ति लोके सर्वासु क्रियासु प्रयत्नः भवति इति प्रयत्नात् एव सः पादाभ्यां गत्वा क्रीणाति खलु सस्यं वा फलं वा किमपि तर्हि प्रयत्नेन क्रिया जायते कोऽपि क्रिया जायते गमनक्रिया वा किमपि तदेव अस्ति तर्हि प्रथमं किं जायते ज्ञानं तदनन्तरम् इच्छा तदनन्तरं स्थितिः इति तदेव अस्ति प्रक्रिया अस्तु तर्हि प्रश्नः अस्ति वा अस्तु तर्हि कोऽपि प्रश्नः नास्ति चेत् विरमामः धन्यवादः धन्यवादः शुभरात्रिः रात्रिः